नमस्ते. अद्यतनकरपत्रम् अस्ति धातुपाठे हल् सन्धिः तृतीयभागः अस्ति. गतसप्ताहे संक्षेपरूपेण दृष्टवन्तः, अग्रे विस्तृतरूपेण सूत्राणि पश्यामः. सुब्रह्मण्यमहोदय आरम्भं करोति वा? आं भगिनि, अत्र वर्गस्य प्रथमः, द्वितीयः, तृतीयः वर्णः प्राक् अपि च तथा वा परे चेत् खरि च. धातोः अन्तिमवर्णः वर्गस्य प्रथमः, द्वितीयः, तृतीयः वा चेत् अपि च प्रत्यय आदौ तथा वा चेत् चत्वसन्धिं करोतु. खरि च झलः स्थाने च रादेशो भवति खरि परे. अर्वृत्तिसहितसूत्रम् एवं झलां च खरि च संहितायां. वयं जानीमः यत् खरि च इत्यनेन खर् तथा सा परे अस्ति चेत् पूर्वतनवर्गीयव्यञ्जनस्य प्रथमसदस्यादेशः चर् आदेशः भवति. यत्र प्राक् प्रथमो, द्वितीयस्तृतीयो वा वर्णोऽस्ति अपि च परे तथा वा अस्ति, तत्र अस्माकं प्रथमं कार्यं चर्त्वम् एव. चतुर्थो वर्णश्चेत् कार्यं भिन्नं, तत् अनन्तरम् अवलोकयामः. अत्र क्रमेण सर्वान् वर्णान् वर्गान् परिशीलयामः. इदानीम् इतः पूर्वं वयं स्थूलरूपेण कीदृशानि कार्याणि भवन्ति इति वयं दृष्टवन्तः. यथा हलन्तधातुः, तदनन्तरं त आदिप्रत्ययः, थ आदिप्रत्ययः वा अस्ति चेत्. इदानीमत्र किञ्चित् विस्तृतरूपेण अत्र प्रथममस्ति, अत्र वर्गस्य प्रथमः, द्वितीयः, तृतीयः वर्णः पूर्वम् अपि च तप्रत्ययः वा थप्रत्ययः वा परः अस्ति, तर्हि वयं किं कुर्मः इत्युक्ते अत्र खरि च इत्यनेन चत्वं भवति इति. अत्र सूत्रमस्ति खरि च. खरि च वदति झलः स्थाने चर् आदेशः भवति खरि परे इति. इत्युक्ते धातोः अन्तिमवर्णः झल् प्रत्याहारस्य कश्चन वर्णः. अनन्तरमत्र तावा थावा अस्ति, तर्हि तत्तु खर् प्रत्याहारस्य वर्णः. तस्मिन् समये अत्र झलः स्थाने च रादेशः भवति इति. इत्युक्ते प्रथमसदस्यस्य आदेशः भवति इति. अग्रे अपि पठामि वा? महोदय, अत्र क ख ग अस्ति चेत् क इति प्रथमसदस्यः खरि च इत्यनेन. खरि च इत्यनेन प्रथमादेशो भवति, यथा शशक् योगः अस्ति, अत्र ककारः झल् वर्णः अन्ते अस्ति, अपि च ति इति त आदिप्रत्ययः, तत्तु कर् प्रत्याहारस्य वर्णः. अतः खरि च इत्यनेन ककारस्य स्थाने ककारः भूत्वा शशक् योगः ति शशक्ति. तथा एव अत्र शशक् योगः थः शशक्थः, लेलेख् योगः ति, अत्र खकारः झल् वर्णः, ति इत्यस्य आदौ तकारः खर्वर्णः. अतः महाप्राणखकारस्य स्थाने कवर्गीयप्रथमसदस्यः अल्पप्राणककारः लेलेख् योगः ति लेलेक्ति. लेलेख् योगः थः अपि तथा एव लेलेक्थः. तात्वङ्गयोगः ति, अत्र गकारः अस्ति, गकारस्य स्थाने कवर्गीयप्रथमसदस्य ककारः खर्वर्णः परः अस्ति, अतः तात्वङ्क् योगहति तात्वङ्क्ति, तथा एव तात्वङ्क् योगः थः तात्वङ्क् योगः थः तात्वङ्क्थः। अस्तु भगिनि, अत्र चवर्गस्य समूहत्रयं, तत्र प्रथमसमूहः चकारजकारयोः सामान्यं च च कवर्गादेशः, चोः कुः अनन्तरं करि च। अत्र उदाहरणमस्ति रिञ्च् योगः तः, तत्र प्रथमं चोः कुः इत्यनेन तः तकारः अत्र जली परे, अतः चकारस्य ककारादेशः। अनन्तरम् अत्र अनुस्वारस्य ययि परसवर्णः, तत् अनुस्वारः मूले तु नकारः एव आसीत्, तत् नश्चापदान्तस्य जलि इत्यनेन अनुस्वारः अभवत्, इदानीम् अनुस्वारस्य ययि परसवर्णः इत्यनेन ककारस्य पञ्चमवर्णः ङकारः रिङ्क् तः इति भवति। तथैव अत्र रिञ्च् योगः तः, तः प्रथमं चोः कुः इत्यनेन कुत्वम्, अनन्तरं नश्चापदान्तस्य जलि इत्यनेन नकारः अनुस्वारः, अनन्तरम् अनुस्वारस्य ययि परसवर्णः इत्यनेन कवर्गस्य पञ्चमवर्णः रिङ्क्तः। भुञ्ज् योगः तः, अत्रापि समानकार्यं, प्रथमं चोहोकुः इत्यनेन जकारस्य स्थाने गकारः, अनन्तरं खरि च इत्यनेन अत्र तकारः कर्वर्णः, अनन्तरं गकारः जल्वर्णः, जल्स्थाने छर् कवर्गस्य प्रथमवर्णः, भुङ्क् योगः तः, अनन्तरं करीच इत्यस्मात् प्राकेव नश्चापदान्तस्य जलि इत्यनेन मूले नकारः अनुस्वारः भवति, अनन्तरम् अनुस्वारस्य ययि परसवर्णः इत्यनेन कवर्गस्य पञ्चमवर्णः गकारः भुङ्क्तः इति भवति। भुञ्ज् योगः तः, तत्रापि समानकार्यं, प्रथमं चोः कुः इत्यनेन कवर्गस्य जकारस्य स्थाने घकारः, अनन्तरं नश्चापदान्तस्य जलि इत्यनेन नकारः अनुस्वारः, अनन्तरं करि च इत्यनेन तत्र गकारस्य स्थाने ककारः, अनन्तरं तत्र अनुस्वारस्य ययि परसवर्ण इति सूत्रेण भुङ्क्तः इति भवति। चोः कुः, चवर्गस्य स्थाने कवर्गादेशः भवति झलि पदान्ते च, अनुवृत्तिसहितसूत्रं चोः कुः जलि पदस्य अन्ते च। अत्र प्रथमसमूहः चकारजकारः, तत्र तु चोः कुः अपि च करि च सामान्यतया कार्यं करोति, अनन्तरम् यत्र अनुस्वारः अस्ति तत्र नश्चापदान्तस्य जलि अपि च अनुस्वारस्य ययि परसवर्णः। इदानीं द्वितीयसमूहः, यत्र व्रश्च भ्रश्च सृज मृज यज राज ब्राज इति चवर्गान्तधातवः चेत् षकारादेशः भवति। उपरितनेषु विद्या भगिनी, तत्र उपरितन उदाहरणे किमर्थं नश्चापदान्तस्य झलि इति सूत्रस्य प्रयोगं कृतवती? पूर्वमेव अनुस्वारः अस्ति किल तत्र? हा, अनुस्वारः अस्ति, परन्तु यदि चोः कुः इति सूत्रम् आगच्छति तत् सूत्रं तु नशपदान्तस्य जलि इति सूत्रं न पश्यति किल, चोः कुः इति पूर्वसूत्रम् अस्ति, तर्हि तत्र नशपदान्तस्य जलि इत्यनेनैव तत्र अनुस्वारः आगच्छति इति कृत्वा चोः कुः इति सूत्रस्य प्राकेव तत्र अनुस्वारः अस्ति किल, भुज् भुञ्ज् योगः तः वा भुञ्ज् योगः इति कृते तत्र पूर्वमेव अनुस्वारः अस्ति इति कृत्वा किमर्थं पुनः उक्तवती इति? अहं चिन्तितवती तत् मूले नकारः अस्ति इति कृत्वा, पूर्वं नश्चापदान्तस्य जलि इति सूत्रेण एव तत्र अनुस्वारः आगच्छति इति कृत्वा तत् कार्यम् इदानीं यदि वयं हल् सन्धि कुर्मः तत्र असिद्धम् इति कृत्वा एव अहं तथा उक्तवती। किन्तु तत्र मम प्रश्नः किम् इत्युक्ते, यदा तः नो चेत् तः इति प्रत्ययः योजयामश्चेत् तदनन्तरमेव नश्चापदान्तस्य झलि इत्यनेन उपदेशधातौ अनुस्वारः आगच्छति वा नो चेत् तत् पूर्वमेव आगच्छति वा इति. इदानीं यदि वयं धात् मूलरूपे उपदेशावस्थायां धातुः कथमस्ति इति द्रष्टव्यं. भगिनी यथा उक्तवती इत्येव ममापि अभिप्रायः आसीत्. तत्र मूले इति तु नुम् धातोः इत्यनेन नुमागमः आसीत्. ओ मूले नकारः एव अस्ति इति चिन्तनम्. अपि च भगिनी नुगतो अनुनासिकान्तस्य प्रायः तत् सूत्रं नास्ति, किन्तु किं सूत्रम् इति स्मरणे नास्ति, किन्तु तत्र अनुस्वाररूपेण एव आगच्छति नुक् इति अस्माभिः पठितः किल. नुक् नुक् इति अनुस्वारस्य उपलक्षणम् इति वयं पठितवन्तः किल, प्रायः तादृशं पूर्वमेव आसीत् चेत्. पुस्तके प्रथमं भुज एव दत्तमस्ति धातुः, तत्र भुञ्जिति नास्ति. भुज भुज इति निरनुबन्धधातुः अस्ति भुज् इति. तदनन्तरं नकारस्य सार्वधातुकम् अङ्गं भुनज् इति दत्तमस्ति. ओ एतत् धातु रुदादिगणे अस्ति वा? आम् आम्. ओ अस्तु, तर्हि तत्र तु नकारः एव अस्ति मूले. तत्र श्नम् इति विकरणप्रत्ययः आयाति किल, तत्र नकारः एव अस्ति. तत्र इति कृत्वा नश्चापदान्तस्य जलि इति असिद्धं भवति. यदि पूर्वं वयं अनुस्वारः कुर्मः तत् असिद्धं भवति. इति कृत्वा मूले नकारः अस्ति इति अहम् उक्तवती. परन्तु अत्र अत्र किमपि अधिकं महत्त्वं नास्ति, रूपं समानमेव भवति. समानं परन्तु तथापि असिद्धं न भवेत् किल, तदपि द्रष्टव्यं किल. आम् आं सत्यम्. अस्तु भगिनि. अस्तु, द्वितीय कार्यं करोति न अङ्गस्य. हा पुष्प भगिनि, अङ्गस्य कार्यं करोति. तत् किं सूत्रम् अङ्गस्य सूत्रं? भुञ्ज् भुज् इति भुञ्जात आयाति न? तत्तु विकरणप्रत्ययः, विकरणप्रत्ययः आयाति. श्नम् इति विकरणप्रत्ययः. सूत्रं किमपि नास्ति न? श्नम् इति विकरणप्रत्ययः. तत्तु शकारः नकारः तिष्ठति. पठामि वा अग्रे? आम् अस्तु. द्वितीयभागः अस्ति, व्रश्च भ्रश्च सृज मृज यज राज व्राज इति च वर्गान्तधातवः चेत् शकारादेशः भवति. उपरितनेषु विशिष्टोक्तेषु धातुषु अन्यतमः चेत् शकाराधेशो भवति. तदा ष्टुनाष्टुः इत्यनेन प्रत्ययादौ त स्थाने ट अपि च थ स्थाने ठ, यथा यायज् योगहति. अत्र व्रश्च भ्रश्च सृज मृज यज राज भ्राज चषांशः इत्यनेन षत्वं यायश् योगः इति. इदानीं ष्टुनाष्टुः इति सूत्रेण ष्टुत्वं यायष्टि. अत्र व्रश्च इति धात्वोः अन्ते संयोगः अस्ति, अपि च संयोगस्य प्रथमसदस्यः सकारः. अतः स्कोः संयोगाद्योरन्ते च इत्यनेन सकारस्य लोपो भवति. ध्येयं यत् वावृष् धातोः उपदायां यः शकारः समूले सकारः तदा स्तोश्चिनाश्चुः इत्यनेन च वर्गस्य प्रभावेन सकारस्य ष्टुत्वेन शकारः जातः मूले सकारः इति कारणतः स्कोः संयोगाद्योरन्ते च इत्यस्य प्रसक्तिः अस्ति. इदानीं यायज् योगः इति वयं दृष्टवन्तः. इदानीं रश्च ब्रश्च इति द्वौ धातु तत्र धातु मूले एव सकारः अस्ति. इदानीं यदि स्कोः संयोगाद्योरन्ते च इति सूत्रम् आगच्छति तत् सूत्रं तु सकारः एव व्रश्च इति धातुः सकारः एव पश्यति. तत्र सोः शुनाश्युः इति सूत्रेण यत् कार्यं कृतं तद् न पश्यति इति कृत्वा सकारः दृष्ट्वा सकारस्य लोपः करोति लोपं करोति. तदेव ब्रश्च इति धातुः तत्रापि सकारस्य लोपः भवति मूले सकारः अस्ति इति कृत्वा. अनन्तरम् इदानीं वाव्रश्च योगहसि योगः ति प्रथमं स्कोः संयोगाद्योरन्ते च इत्यनेन सकारस्य लोपः वाव्रच् योगः ति. अनन्तरं व्रश्च ब्रश्च सृज मृज यज राज ब्राज चशांशः इति सूत्रेण चकारस्य षत्वं वावश् योगः ति. अनन्तरं ष्टुनाष्टुः इत्यनेन षकारस्य प्रभावेन तकारः टकारः भवति वाव्रष्टि इति भवति. वाव्रश्च योगः तः अत्रापि समानकार्यं प्रथमं स्कोः संयोगाद्योरन्ते च इति आगच्छति तत् सकारः एव पश्यति. जलि परे तकारः जल्वर्णः इति कृत्वा सकारस्य लोपः वाव्रच् योगः तः. अनन्तरं व्रश्च ब्रश्च सृज मृज यज राज ब्राज चशांशः इति सूत्रेण चकारस्य षत्वं वाव्रश् योगः तः. ष्टुनाष्टुः इत्यनेन ष्टुत्वं वाव्रष्टः इति द्वितीयसमूहः. तृतीयसमूहः अपि पठामि वा? प्रायः शुकवन् महोदय. अस्तु. हा, चकारान्तधातोः वर्गद्वयं तुक् सहितचकारान्तधातुः इति चेत् छ्वोः शूडननासिके च इत्यनेन षत्वं तदा रश्च भ्रश्च सृज मृज यज राज भ्राज छशांशः इत्यनेन षत्वम्. उदाहरणमस्ति पाप्रच् योगः ति. तत्र तुक् सहित चकारः अस्ति इति कृत्वा छ्वोः शूडननासिके च इति सूत्रस्य सूत्रेण शकारादेशः तुक् सहितचकारस्थाने भवति पाप्रश् योगः इति. इदानीं व्रश्च भ्रश्च सृज मृज यज राज भ्राज छशांशः इति सूत्रेण शकारस्य स्थाने षकारादेशः मूर्धन्यषकारादेशः भवति पाप्रश् योगः इति. पुनः ष्टुनाष्टुः इति सूत्रेण ति इति प्रत्यये यत् तकारः अस्ति तस्य टकारादेशः भवति पाप्रष्टि इति रूपम् अन्तिमरूपम्. यदि तुक् सहितचकारान्तधातुः नास्ति चेत् चोः कुः इत्यनेन कुत्वं भवति वा वाञ्च् योगः ति. अत्र महाप्राणचकारस्य पूर्वम् अनुनासिकवर्णः एव अस्ति न तु तुक् इति कृत्वा वावाञ्च् योगः अति व्रच्च भ्रच्च सृज मृज याज भ्राज चशांशः इति सूत्रे तुक् सहितचकारः आवश्यकः अतः अस्य सूत्रस्य प्रसक्तिः नास्ति इति. तत् पूर्वमेव वयं चर्चितवन्तः व्रच्च भ्रच्च इति सूत्रे तुक् सहितचकारः एव स्वीकार्यम् इति कृत्वा अत्र अस्य सूत्रस्य प्रसक्तिः नास्ति. किमर्थमित्युक्ते अत्र धातौ तुक् सहितचकारः नास्ति इति कृत्वा अस्य सूत्रस्य प्रसक्तिः नास्ति. वावाञ्च् योगः ति. इदानीम् अन्ते चकारः अस्ति इति कृत्वा चोः कुः इत्यनेन कुत्वं भवति चकारस्य स्थाने महाप्राण खकार आदेशः भवति. तत्र सूत्रं यथा सङ्ख्याम् अनुदेशसमानं इति परिभाषया चकारस्य स्थाने थकारादेशः भवति वा वा वा वान् तत्पूर्वं अनुस्वारस्य यै परस्सवर्णः इति सूत्रेण नकारस्य ञकारस्य स्थाने नकारादेशः भवति तत् पूर्वं वा अनन्तरं वा इति सूत्रस्य संख्या किम् अनन्तरम् आयाति तत्तु ककारः आयाति तथैव ञकारः नकारः आं भगिनि तदेव निमित्तम् इति कृत्वा प्रथमं खकारः आगच्छति तदनन्तरम् अनुस्वारसै परसवर्णः इत्यनेन ञकारस्य स्थाने नकारादेशः भवति वा वाङ्क् योगः इति इदानीं खरीच इति सूत्रेण महाप्राणखकारस्य स्थाने अल्पप्राणखकारः खकारादेशः भवति वा वाङ्क् योगः इति वा वाङ्क्ति एवम् एवमेव वाव्रच् योगः इति तत् इदानीमेव वयं दृष्टवन्तः न वाव्रश् योगः इति वाव्रष्टि इति रूपं तत्र वाव्रश्च इति षकारः तालदेशकारः मूले सकारः अस्ति इति कृत्वा स्कोः संयोगाद्योरन्ते च इति सूत्रेण तस्य लोपः भवति वाव्रच् योगः इति इदानीं स्तुनाष्टुः इति सूत्रेण तकारस्य ठकार आदि आदि ठकारं भूत्वा वाव्रष्टि इति भवति एवमेव वाव्रश्च योगः थः अत्र अत्रापि स्कोः संयोगाद्यरन्ते च इति सूत्रेण षकारस्य लोपः अपि च ष्टुनाष्टुः इत्यनेन ठकारस्य स्थाने ठकारादेशः भवति वाव्रष्टः इति भवति बाभ्रश्च योगः इति तत्रापि स्कोः संयोगाद्यरन्ते च इत्यनेन सकारस्य लोपः अपि च ष्टुनाष्टुः इत्यनेन सकारस्य स्थाने ठकारादेशः बाभ्रष्टि बाभ्रश्च योगः तः एवमेव बाभ्रष्टः इति यायज् योगः इति अत्र संयोगे सकारः नास्ति इति कृत्वा स्कोः संयोगाद्यरन्ते च इति सूत्रस्य प्रसक्तिः नास्ति केवलं ष्टुनाष्टुः इत्यनेन तकारस्य स्थाने तकारादेशः यायष्टि यायज्योगः तः यायष्ठः राराज्योगः इति राराष्टि राराज्योगः तः राराष्टः अत्रापि ष्टुनाष्टुः इति सूत्रस्य एव कार्यं बाभ्राज् योगः इति बाभ्राष्टि अत्र पूर्वसूत्रे राराज् तत्र आदेशप्रत्ययोः इति सूत्रेण जकारस्य षकार मूर्धन्यषकारादेशः भवति इति मया न उक्तं तदपि भवति यायज् राराज् बाभ्रज् ओहो आमामामामाम् क्षम्यतां राराज् तत्र जकारस्य स्थाने षकारादेशः व्रश्चभ्रज् इति सूत्रेण भवति अपि च स्तुनाष्टुः इत्यनेन तकारस्य स्थाने तकारादेशः भवति राराज्योगः इति राराष्टि राराज्योगः अर्थः राराष्ट्रः एवमेव बाभ्राज्योगः इति बाभ्राष्टि तत्रापि जकारस्य स्थाने व्रश्चभ्रज् इति सूत्रेण जकारस्य स्थाने षकारादेशः अपि च तकारस्य स्थाने ठकारादेशः सुनाष्टुः इत्यनेन बाभ्राष्टि बाभ्राज्योगः अतः बाभ्राष्टः पाप्रच् योगः इति पाप्रष्टि तत् पूर्वमेव दृष्टवन्तः पाप्रच् योगः अतः पाप्रष्टः मृज् योगः इति मृजेर्वृद्धिः इति भिन्नसूत्रमस्ति तेन कारणेन यदा मृज् इति धातुः आगच्छति चेत् तत्र वृद्धिः भवति इति कृत्वा मृज् इति धातुः मृजेर्वृद्धिः इत्यनेन मार्ज् इति रूपं भवति ऋकारस्य स्थाने आकारादेशः अपि च पूरण्ड्रपरः इत्यनेन रेपः अपि आगच्छति मार्ज् योगः ति इदानीं ष्टुनाष्टुः इति सूत्रेण मार्ष्टि रूपं हा व्रश्च व्रज इति सूत्रेण जकारस्य स्थाने षकारादेशः भवति मार्ज्योगः अति मार्ष्योगः अति ष्टुनाष्टुः इत्यनेन ककारस्य स्थाने ठकारादेशः मार्ष्टि इति भवति एवमेव मृज्योगः थः मृजेर्वृद्धिः इत्यनेन ऋकारस्य स्थाने आकारादेशः अपि च उरण्ड्रपरः इत्यनेन रेपः आगत्य मार्ज् इति रूपम् इदानीं व्रश्च व्रज इत्यनेन जकारस्य स्थाने षकारादेशः मार्ष् योगः तः इदानीं ष्टुनाष्टुः इत्यनेन थकारस्य स्थाने ठकारादेशः मार्ष्टः अपि च अन्तिम उदाहरणमस्ति क्षम्यतां महोदय अत्र मृज् योगः तः तत्र वृद्धिः न भवति इति अहं चिन्तयामि तः इति अपित् प्रत्ययः अतः तत्र वृद्धिः न भवति इति अहं चिन्तयामि परन्तु भव्या भगिनी किं वदति वृद्धिर्वृद्धिः इति निमिषं भगिनि उभयत्र भवति इति पूर्वं प्रायः दृष्टवन्ति मृजेर्वृद्धिः अत्र पूर्णसूत्रमस्ति मृजेः अङ्गस्य वृद्धिः इत्येव परन्तु अत्र प्रत्ययः प्रत्ययः अपित् अतः निति च इत्यनेन गुणवृद्धिनिषेधः न भवति वा अस्ति तथैव गुण पुगन्तलघुपदस्य इत्यस्य कार्यं करोति अत्र पुगन्तलघुपदस्य कार्यं कार्यमपि न भवति भगिनि अत्र गुणनिषेधः अस्ति किल गुणनिषेधः तत्तु तत् सामान्य अहं विद्याभगिनी अहं चिन्तयामि तत् सामान्यसूत्रं नीति च इति सूत्रं सामान्यसूत्रं किन्तु अत्र मृजेर्वृद्धिः इति साक्षात् धातौ विदितम् इति कृत्वा प्रायः अस्य बलं किन्तु अत्र अष्टादेव.com मध्ये नित्तिपरे यदि कित् नित् अस्ति चेत् निति च इत्यनेन वृद्धिः निषेधः भवति इति तत्तु मृज् मृजेरुद्धति आर्धदातुकपरे भवति सार्धदातुकप्रत्यये परे अपि भवति किन्तु कित् गित् नित् अस्ति चेत् निति च इत्यनेन निषेधः भवति इति भगिनी अत्र मृज् अस्ति न इक् वर्णः तु मकारः अस्ति अथवा ऋकारः अस्ति पृच्छामि इक् वर्णः न मृजे वृद्धिः तु वृद्धिः सर्वदा इको गुणवृद्धिः इति सूत्रेण इकः एव वृद्धिः भवति मकारः इकः तु मकारः न इकः एव इक् इति प्रत्याहारस्य कश्चन वर्णस्य एव वृद्धिः भवति गुणं वा वृद्धिः वा आम् आम् वृद्धिः वा गुणः वा यत्र यत्र उक्तमस्ति इको गुणवृद्धिः इति सूत्रेण इक् वर्ण इक् प्रत्याहारस्य एव कश्चन वर्णस्य एव वृद्धि वा गुणं वा भवति रु अस्ति न तत्र मकारः माकारः ऋकारः अस्ति खलु ऋकारः अस्ति खलु मकारात् ऋकारः तु इक् प्रत्याहारस्य कश्चन वर्णः अस्ति खलु अत्र ऋकारस्य वृद्धिः भवति माकारः कथम् आयाति तदेव ऋकारस्य वृद्धिवर्णः तु आकारः अस्ति अनन्तरं उरण्ड्रपरः इत्यनेन आर् इति भवति आर् तु आर् आयाति मृष्टः इति तदेव आम् मृष्टः इत्येव अस्ति महोदयं वदामि स्वकाय अग्नि वदति. अन्तिम उदाहरणमस्ति सरीसृज् योगः अस्ति. तत्र सृजि दृशेर् झल्यं जल्यमकिति इति भिन्नसूत्रमस्ति. तेन अमागमः भवति. सरीसृज् योगः अयोगः ज तत्र अम् इति मित् इति कृत्वा विदचोन्त्यात् परः इति अन्तिमस्वरस्य अनन्तरं भवति. इको एणचि इत्यनेन यणादेशः भवति. सली स्रज् ऋकारस्य ऋकारः अपि च अकारः तत्र अस्ति इति कृत्वा इको एणचि इत्यनेन यणादेशः भूत्वा सली स्रज् इति परिवर्तनं भवति. इदानीं सरीसृज् योगः ति तत्र जकारस्य स्थाने व्रज ब्रज इति सूत्रेण षकारादेशः मूर्धन्यषकारादेशः अपि च ष्टुनाष्टुः इत्यनेन तकारस्य स्थाने ठकारादेशः भूत्वा सरीसृष्टि इति भवति. एवमेव सरीसृज् योगः थः सरीसृज् इति पूर्वं यथा दृष्टं तादृशं धातोः परिवर्तनं भवति. योगः थः रश्च ब्रश्च इति सूत्रेण जकारस्य स्थाने षकारादेशः थकारस्य स्तुनाशुः इत्यनेन थकारस्य स्थाने थकारादेशः परिसृष्टः इति अन्तिमरूपम्. धन्यवादः. सवर्गीयस्य कृते वा भगिनि अत्र ब्रश् सूत्राणि अपि एकवारम् अस्तु. ब्रश्च ब्रश्च सृज मृज यज राज प्राज छशांशः ब्रश्च ब्रश्च सृज मृज यज राज ब्राज तुक्सहितचकारान्ताः शकारान्ताः चैषां धातूनाम् अन्तिमवर्णस्य स्थाने शकारादेशो भवति झलिपदान्ते च. अनुवृत्तिसहितसूत्रमस्ति. ब्रश्च ब्रश्च सृज मृज यज राज ब्राज छशां शः झलिपदस्य अन्ते च. तर्हि इदं सूत्रं वदति धातूनां कृते शकारादेशः भवति इति. व्रश्च ब्रश्च सृज मृज यज राज ब्राज एतेषां धातूनां कृते. अपि च यत्र छकारान्तदातवः सन्ति तत्र केवलं तुक्सहितचकारान्ताः. अत्रापि सूत्रे अपि छकारः छेचकारणेन तत्र तुक्सहितचकारः एव अस्ति इति कृत्वा अत्र यत्र यत्र तुक्सहितचकारान्तः अस्ति तत्रैव वयं शकारान्तः अपि च शकारान्तः अस्ति चेत् तत्र मूर्धन्यशकारादेशः भवति. निमित्तम् अस्ति झलि परे वा पदस्य अन्ते पदान्ते वा इति अस्ति. यत्र तुक्सहितचकारः नास्ति यदा पूर्वं वावाञ्चित्ति दृष्टवन्तः तत्र अस्य सूत्रस्य प्रसक्तिः न भवति. अपि च श्वोः षूडनुनासिके च अत्रापि तुक्सहितचकारः एव अस्ति. तुक्सहितचकारस्य स्थाने तालव्यशकारादेशः अपि च वकारस्य स्थाने ऊटादेशो भवति. अनुनासिकादिप्रत्यये परे क्विपरे जलादिप्रत्यये परे. अनुवृत्तिसहितसूत्रमस्ति. च्वोः अङ्गस्य षूड् क्विजलोः अनुनासिके च. तर्हि अत्रापि इदमपि अङ्गकार्यमस्ति. यत्र तुक्सहितचकारः अस्ति तस्य स्थाने मूर्धन्यशकारादेशः भवति. अस्मिन् प्रसङ्गे एतदेव वयं स्वीकरणीयम्. अन्यत् अत्र न आगच्छति. परन्तु वकारस्य स्थाने ऊटादेशः भवति अपि च अनुनासिकप्रत्ययः उत्तरे अस्ति चेत् नो चेत् क्वीपरे क्वि इति प्रत्ययाः सन्ति अथवा जलादिप्रत्ययः परे अस्ति चेत् तत्र एतस्य सूत्रस्य कार्यं भवति इति अस्ति. अग्रे ष्टुनाष्टुः इति अस्ति. ष्टुनाष्टुः त्रिपाद्याम् अस्ति. दन्त्यसकारस्य सवर्गीयवर्णस्य च स्थाने मूर्धन्यषकारादेशः टवर्गीयवर्णादेशश्च भवतः मूर्धन्यषकार टवर्गीयवर्णयोः योजनेन. अनुवृत्तिसहितसूत्रमस्ति. स्तोः ष्ठुनाष्टुः संहितायां तर्हि सकार टवर्गीय वर्णैः सह यदा षकारः टकारः वा षकारः वा टवर्गीयवर्णानां योजनं भवति चेत् तत्र सकारतवर्गीयानां स्थाने षकारटवर्गीयवर्णानाम् आदेशो भवति. तत्र यथासङ्ख्याम् अनुदेशः समानम् अपि तत् आधारीकृत्य परिवर्तनं भवति इति. अग्रिमे स्कोः संयोगाद्योरन्ते च इति सूत्रमस्ति. संयोगस्य प्रथमसदस्यः सकारः ककारः वा चेत् संयोगस्य प्रथमसदस्य लोपो भवति न तु द्वितीयसदस्यस्य झलिपदान्ते च. अनुवृत्तिसहितसूत्रमस्ति. संयोगाद्योः स्कोः लोपः झलिपदस्य अन्ते च. तर्हि यत्र यत्र संयोगः भवति तत्र साधारणतया वयं संयोगान्तस्य च इति कृत्वा पदान्ते स्थितस्य वर्णस्य लोपः कुर्मः. परन्तु अत्र प्रथमसदस्यः यदि सकारः वा ककारः वा भवति चेत् प्रथमसदस्यस्य लोपः भवति न तु द्वितीयस्य इति विशिष्टसूत्रमस्ति. निमित्तमस्ति झल्लिपरे पदान्ते अपि च. अत्र ब्रश् कृते पूर्वमपि पृष्टवती ऐ मीन् इदं ब्रश् कृते तत्र सकारस्य लोपः तु न भवति किल बाब्रज् इति वा तत्र सकारस्य लोपः न न प्रश्नः तत् न प्रश्नः अस्ति सकारः जकारः अस्ति चेत् तत्र श्रुत्वं किमर्थं न भवति सकारस्य परे च तत्र तु परिवर्तनं न भवति संयोगाद्योरन्ते चेत् लोपः भवति खलु नो चेत् भवति एव यदि जलि जलि वा कार्यपदे वा नास्ति चेत् निश्चयेन तत्र बाब्रज् यदि वयं पश्यामः चेत् तत्र सम्यक्. परन्तु साधारणतया यदा ब्रश्च इति तत्रापि वयं मूले सकारः आसीत् इति कृत्वा श्रुत्वं कृत्वा तालव्यशकारः आनयामः. परन्तु अत्र ब्रश्च अत्र श्रुत्वं न कुर्मः. अत्र सकारः एव तिष्ठति न तु तालव्यशकारः. पाणिनिना तथा एव निर्दिष्टं किमर्थम् इत्युक्ते उदाहरणार्थं लटि तु बृजति इति भवति रूपभेदं सकारस्य भिन्न अस्तु भगिनि सर्वत्र वयं अहं न जानामि किमर्थं चिन्ता मास्तु. अग्रे टवर्गीय वर्णानां कृते वदामि वा नो चेत् एकनिमिषं भगिनि अहं तदेव पश्यामि. क्षम्यतां स्तोः शुनाशुनु कृत्वा अनन्तरम् एतदपि भवति खलु जलाङ्गस्य शीत्यनेन जकारः भवति तर्हि बृज इति एव भवति किन्तु बृज इति भवेत् तर्हि किन्तु तद् कुर्मः चेत् लटि वा न साधारणतया अपि भवति खलु जकारः परे अस्ति इति कृत्वा किमर्थं पाणिनि न तथा न उक्तम् इति न जानामि. अस्तु क्षम्यताम् अग्रे पठनीयम् पुष्पा भगिनी पुष्प अस्तु भगिनि, तठद इति वर्णाः तकारादेशः खरीच इत्यनेन, श्चुनाष्टुः इत्यनेन प्रत्ययादौ त स्थाने ठ अपि च थ स्थाने ठ, तदा खरीच इत्यनेन प्रथमादेशः भवति तथा यथा इड् योगः ते, श्चुनाष्टुः इत्यनेन श्चुत्वम् इड् योगः ठे, करि ठेन ते, खरिच इत्यनेन ईट् योगः ते, तत्तु आदेशः इट्ठे इति भवति, ईट्ठे क्षमताम् ईट्ठे विवरणं करोमि अग्रे अपि करोतु. तथद इति अस्ति चेत् तकारः इति आयाति करिचैत्य सूत्रेण, करिचैत्यनेन प्रथमादेशो भवति, प्रत्ययादौ स्थितस्य तथ इत्यनयोः कोऽपि विकारः नास्ति, तथा अद् योगः ति करिच इत्यनेन अत् योगः ति अत्ति इति भवति, अद् योगः तः तथैव करिच इत्यनेन अत् योगः थः अत्थः, चिन्द् योगः तः तत्र करिच इत्यनेन चिन्त् योगः तः तत्तु चिन्तः इति भवति, अत्र चिन्तः तु अस्ति, तत्र तत्तु जरोजरी सवर्णे इत्यनेन तकारस्य लोपः भवति, तथैव चिन्द् योगः थः करिच इत्यनेन चिन्त् योगः थः चिन्तः चिन्तः इति जरोजरि सवर्णे इत्यनेन तकारस्य लोपः भवति, अत्र चिन्तः चिन्तः इत्यनयोः विकल्पेन तलोपं कृत्वा चिन्तः चिन्तः भवतः सूत्रमस्ति जरोजरिसवर्णे, जरोजरिसवर्णे हल् उत्तरस्य जरः विकल्पेन लोपः सवर्णझरिपरे, अनुवृत्तिसहितसूत्रं जलः झरः लोपः हलः हलः झरः लोपः अन्यतरस्यां सवर्णे झरि संहितायाम् इति अस्ति. उपरितनसूत्रस्य कृते सावर्ण्यं नाम किम् इति स्मरणीयम्. अत्र तुल्यस्य प्रयत्नं सवर्णं, तालु आदीनि स्थानानि आभ्यन्तरप्रयत्नाः आभ्यां मन अत्र प्रायः अन्यः पठतु. अत्र छिद्दिर् इति स्थितौ तत्र तु छिद् धातोः कृते छिन्द् इति अस्ति, तत् तु यथा भगिनी उक्तवती विद्या भगिनी उक्तवती धातोः इत्यनेन धातु इत्यनेन प्रत्यय तत्र इदितो धातोः इत्यनेन आगमः भूत्वा तत्र नकारः भवति, तर्हि खरीचकार्यं कृत्वा अनन्तरं नश्यापदान्तस्य जलि अनन्तरम् अनुस्वारस्य इति परतः नकारः पुनः धातुः धातुः अत्र नकारः आयाति कथं नकारः आयाति इदितो नुम् धातुः इति सूत्रेण तत् भगिनि तदपि रुधादिगणीयधातुः किल एकवारं भगिनि तदेव भगिनि, तदपि रुधादिगणीयधातुः. तर्हि तर्हि अत्र इति तु लुम् धातोः इत्यनेन नास्ति, केवलं रुधादिगणे अस्ति न इत्येव भगिनि. एकनिमिषः. इदितोर्णुन्धातोः इति तु धातुविज्ञानसमये आयाति खलु, प्रथमं न आयाति वा? तर्हि आगमः धातुविज्ञानमस्ति खलु. इदितोर्णुन्धातोः इति सूत्रं तु धातुविज्ञानं विज्ञानतः यत्र इदित् भवति तस्मिन् समये इदितोर्णुन्धातोः इति सूत्रमायाति. तर्हि तद् प्रथमं कार्यं भवति खलु इति, कथं वा इदित् न भवति? सिद्धिर् इति इदित् अस्ति खलु, इरित् अस्ति किल, इदित् अस्ति, इदित् नास्ति भगिनि, इदित् अन्ते एव आयाति किल, इरित् अस्ति. ओ आमामाम् अस्तु, धन्यवादः. इरित् अस्ति, इर् इत्यस्य लोपः भवति, इदित् नास्ति, इरित् इति. अस्तु भगिनि, धन्यवादः. सरला भगिनी, भगिनि इर् इत्यस्य लोपः कथं भवति? इर् अपि भवति, अग्रे इकारः अपि लोपः भवति किल, छिदेव तिष्ठति, तदनन्तरमेव श्नम् इति आगच्छति, तर्हि तत्र इति भवति इति मन्ये. तत्र तत्र इदितोनुं धातोः सर्वदा अन्ते एव हस्व इकारः इत् यदि धातोः अन्ते अस्ति चेत् एव भवति. किमर्थम् इत्युक्ते तत्र इदितो नुम् धातोः तस्मिन् सूत्रे अनुवृत्तिः आयाति अन्ते इति पूर्वसूत्रात्, अतः सर्वदा अन्ते एव भवति. एवं वा? आम्. अहं पश्यामि भगिनि, इदितो नुम् धातोः अष्टाध्यायिकां मध्ये इदितोः धातोः लुम् तावदेव अस्ति सम्पूर्णसूत्रम्. पूर्व तस्मात् पूर्वसूत्रम् अस्ति, गोः पादान्ते च इति, पदान्ते पादान्ते इति सूत्रं, तत् सूत्रात् अन्ते इति आयाति, अतः यत्र कुत्रापि वयं पश्यामः तत्र इदित् इति ह्रस्वैकारः धातोः अन्ते एव आयाति. किन्तु अत्र अष्टाध्यायी तत्र सैट् मध्ये अनुवृत्तिः अन्ते इति अनुवृत्तिः न दत्तं, प्रायः यद्भवती वदति तत् सत्यमेव, किन्तु तादृशमस्ति चेत् चिदिर् इति स्थितौ तत्र यद्यपि अन्ते नास्ति तथापि तत् इदित् तत्र इकारः इत् इति कृत्वा तदपि अश्वदेव.com मध्ये तस्य कृते तु इरः उपसङ्ख्यानाम् इति किमपि उक्तमस्ति, इर् इत्यस्य एव लोपः इति कृत्वा इरः उपसङ्ख्यानाम् इति किमपि दत्तमस्ति, वार्तिकम् इति. तर्हि यत्र इर् इति भवति तस्य प्रायः मिलित्वा एव तस्य लोपः भवति इति एव, इरः उपसङ्ख्यानाम् इत्यस्य सारांशः. उदाहरणार्थं वृद्धिर् इत्यपि दातुं तत्रापि तथैव भवति इति. अन्ते एव भवतु इति कुत्रापि अस्माकं पुस्तके नास्ति किल भगिनि? तत्र किन्तु छिद् इति दातु दादि दातु कितं कथं किं दातु? रुदादिगणे एव, रुदादिगणे एव अस्मिन् विषये प्रायः महोदयं पृच्छामः. अन्य किमपि अत्र छृद् अति इति अस्ति, छिन्द् अत्र सन्धिकार्यं नश्च पदान्तस्य जलि छिन्द् करी च छिन्द् इति धातु छिद् नहि न अस्ति तथैव दीयते रुदादिगणे सन्धिकार्यम् इति सूचयति पाठे करपत्रे भगिनि पुनः वदतु छिन्द् इति छिन्द् योगः तः नश्च पदान्तस्य जलि छिन्द् योगः तः करी च इत्यनेन छिन्त् योगः तः अनुस्वारस्य ययि परसवर्णः छिन्त् योगः तः वर्णमेलने छिन्तः अस्ति अत्र जरोजरिसवर्णे इत्यनेन अडागमः तदा चकारे परे तुगागमः इति वर्तते न जरोजरि इत्यनेन यथा सङ्गं झरः विकल्पेन लोपः अस्ति तथैव छिन्द् न छिद्ना छिन्द् इरिति अत्र पुष्प भगिनि अत्र प्रायः इरिति इरः उपसङ्ख्यानाम् इति उपसङ्ख्या इत्यस्य अर्थः पश्यामि चेत् सब्स्क्रिप्ट् इति अस्ति इरिति अत्र भवति प्रायः तस्य अन्य महत्त्वं किमपि स्यात् तदर्थमेव इरित्यस्य मिलित्वा इरः लोपः भवति इति चुटु इति सूत्रे किञ्चित् विवरणं दत्तमस्ति तत् इदानीं पठामि अत्र एकं वार्तिकं ज्ञातव्यम् इर् इत् संज्ञा वाच्या इत्युक्ते इर् अस्य शब्दसमूहस्य इत् संज्ञा भवति यथा दृशिर् प्रेक्षणे अस्मिन् धातोः इर् इति शब्दसमूहस्य उपस्थितौ अनेन वार्तिकेन तस्य शब्दसमूहस्यैव इत् संज्ञा भवति इकारस्य रेफस्य वा भिन्नरूपेण इत् संज्ञा न कर्तव्या इति दत्तमस्ति इत्युक्ते तत्र इर् इति अस्ति चेत् तत्र इदित् इति न स्वीकार्यम् इत्युक्ते रुदादिगणम् इति कृत्वा श्नम् इत्यनेन एव तत्र नकारः आगच्छति इति परिवर्ति कुत्र अस्ति महोदय अष्टाध्यायी डाट् काम् मध्ये चुटु इति सूत्रे एतद् दत्तमस्ति धन्यवादः सरला भगिनी पठितुमिच्छति वा आं भगिनि तुल्यास्य प्रयत्नसवर्णं तालु आदीनि स्थानानि अभ्यान्तरप्रयत्ना आभ्यां मानाभ्यां यस्य वर्णस्य येन वर्णेन सह तौल्यं तयोः वर्णयोः समन्वसंज्ञा स्यात् समन्वसंज्ञाविधायकसूत्रं तुल्य नाम सदृशः आस्याम् अस्नियता नाम मुखे सञ्जायते यत् तुल्यं च तुल्यश्च तुल्यौ आसायञ्च प्रत्नश्च आस्य प्रत्ययौ तुल्यौ आस्य प्रत्ययौ ययोः तत्तुल्यस्य प्रयत्न द्वन्द्वगर्भ बहुव्रीहि तुल्यास्य प्रयत्नं प्रथमान् सूत्रस्वयं सम्पूर्णं तुल्यास्य प्रयत्नं समन्वं अत्र तुल्यास्य प्रयत्नं समन्वं इति सूत्रे तालु यत् मुखे यत्र तालु आदि कुत्र जिह्वाः संयोगः भवति तत्र यः वर्णः आगच्छति यथा वयं कवर्गीय चवर्गीय चवर्गीय चवर्गीय अवर्गीय तालु स्थानानि यत्र भवति क अस्ति कण्ठे यत्र स्थानानि भवति चवर्गीय तालु अस्ति चवर्गीय मूर्धा अस्ति तवर्गीय दन्ते अस्ति, पवर्गीय ओश्च अस्ति, यत्र मुखे सम्पर्कं भवति, आभ्यन्तरप्रयत्न यत्र आभ्यन्तरप्रयत्न अस्ति तत्र संवर्ण इति वर्ण संज्ञा भवति. अहं न अवगच्छामि अस्म्यता नाम मुखे संज्ञायते यत् तुल्यं चतुल्यश्चतुल्यो प्रयत्नश्च भगिनि. तुल्यं च इत्यस्य सन्धिं कृत्वा तुल्यश्च इति भवति. तुल्यं च तुल्यश्च तुल्यो तुल्यं च तुल्यश्च तुल्यश्च तुल्यौ इति भवति. अनन्तरं आस्यञ्च प्रयत्नश्च आस्य प्रयत्नौ इति वर्णद्वयम् अस्ति खलु. तर्हि यत्र एकं तुल्यम् एकः वर्णस्य तुल्यम् अन्यवर्णम् अस्ति, तर्हि तुल्यं च तुल्यश्च तुल्यौ इति भवति. वर्णद्वयौ अपि तुल्यौ इति वक्तुं शक्नुमः. अनन्तरम् आस्य प्रयत्नम् इति इत्यस्य समस्तपदमस्ति आस्य मुखे यत् जायते इति कृत्वा आस्य प्रयत्नौ इति भवति समासं कृत्वा. तर्हि तुल्यौ आस्य प्रयत्नौ ययोः तद् तुल्यास्य प्रयत्नम् इति द्वन्द्वगर्भबहुव्रीहिः इति. ययोः वर्णयोः तुल्यप्रयत्नं भवति, आस्यप्रयत्नं भवति, तौ द्वौ वर्णौ सवर्णम् इति नामकरणं भवति. केवलं तत्र समासं कथं भवति इति कृत्वा एव सूत्रे भगिनी प्रायः तस्याः प्रश्नः एवम् अस्ति किम् अत्र मुखे इति आस् इति अस्तु मुखे अत्र अस्तु वर्णद्वयं यदा मुखस्य समाने स्थाने समानेन आभ्यन्तरप्रयत्नेन च उच्चार्यते तदा तस्य वर्णद्वयस्य समन्वसंज्ञा भवति. कस्यचित् वर्णस्य उच्चारार्थं मुखे किञ्चित् स्थानं भवति, मुखस्य अन्तः कश्चन प्रयत्नः भवति आभ्यन्तरप्रयत्नः इति. अपि च मुखात् बहिः कश्चन प्रयत्नः भवति बाह्यप्रयत्नः इति. स्थानानि कण्ठ, तालु, मूर्धा, दन्ता, औष्ठौ इत्यादिकम्. अभ्यन्तरप्रयत्नः इत्युक्ते स्पृष्टः, इष्टस्पृष्टः, ईषद्विवृत्तः, विवृत्तः, संवृत्तः चेति. बाह्यप्रयत्नः इत्युक्ते विवारः, संवारः, श्वासः, नादः, घोषः, अघोषः, अल्पप्राणः, महाप्राणः, उदात्तः, अनुदात्तः, स्वरितः चेति. ध्येयं यत् सामान्यार्थं केवलं मुखस्य अन्तः यत् स्थानम् अपि च यः आभ्यन्तरप्रयत्नः सः एते एव द्वे तत्त्वे अपेक्ष्यते. बाह्यप्रयत्नः अस्मिन् विषये नैव अन्तर्भूतः. अनेन अपि च सर्वे अष्टादशा अकाराः एतेषां सामान्यं भवति. येषां वर्णानां स्थानं कञ्च आभ्यन्तरप्रयत्नः विवृत्तश्च. यदि समानसंज्ञा भवति तत्र द्वे पक्षे अस्ति, मुख्यस्य स्थानम् एण्ड् आभ्यन्तरप्रयत्नः, ये द्वे समानसंज्ञा तत्र भवति. उच्चारणार्थं यद् मुखे कुत्र मुखस्य स्थानं कण्ठ, तालु, मूर्धा, दन्ता, ओष्ठौ इति स्थानानि सन्ति, अत्र वर्ण उच्चारणं भवति. आभ्यन्तरप्रज्ञा ते भिन्ना अस्ति सन्ति भिन्ना नामानि अस्ति. स्पृष्टः, ईषस्पृष्टः, ईषद्विवृत्तः, विवृत्तः, संवृत्तः इत्यादि. बाह्यप्रयत्नः तेषां नामानि अपि भिन्ना दत्तमस्ति. संवारः, श्वासः, नादः, कोशः, घोषः. किन्तु अस्माकं समवर्णसंज्ञा लाभ्यान्तरप्रयत्न अपि स्थान द्वयोः समान यत्र भवति तत्र तुल्य समवर्ण दत्तं नामम् अस्ति तत्र तस्य संज्ञा भवति. साधु भगिनि एकवारं वदतु भगिनि एकवारम् भगिनि भगिनी अस्ति वा? क्षम्यतां म्यूट् मध्ये आसम्. अत्र जलोजरि सवर्णे इति सवर्णे इति उक्तमस्ति खलु, तर्हि सवर्णे इति कथं वक्तुं शक्यते? कथं जानीमः सवर्णं वा द्वौ वर्णौ सवर्णौ इति कथं ज्ञातुं शक्नुमः इति? तर्हि तस्य कृते सूत्रमस्ति तुल्यासप्रयत्नं सवर्णम् इति परिभाषासूत्रं. सूत्रं किं वदति इत्युक्ते यत्र प्रयत्न यत्र मुखे यथा सञ्जायते खलु वर्णः, तर्हि यदि प्रयत्नौ आस्यप्रयत्नौ इति वदामः तस्य कृते, यदि आस्यप्रयत्नौ तुल्यौ स्तः चेत् तुल्यवर्णौ इति वक्तुं शक्नुमः. तर्हि अत्र वयं यदि वर्णस्य उच्चारणं पश्यामः चेत् स्थानानि सन्ति, उदाहरणार्थं कण्ठः तालु मूर्ध दन्त अष्टौ इत्यादि सन्ति. तर्हि कण्ठे तु कण्ठे जायते इति वयं जानीमः खलु, तथा एव तालु इति अस्ति, मूर्ध इति अस्ति, दन्त्य इति ओष्ठपपभव इति अस्ति. तर्हि येषां तर्हि कण्ठे जायते इति कृत् कण्ठे जायते इति जानीमः, मुखात् समानस्थाने जायते, कण्ठतः जायते इति कृत्वा कख घ कण्ठीयः इति वदामः, स्थालव्यः कण्ठीयः इति वदामः. तथैव आभ्यन्तरप्रयत्नाः अपि सन्ति. आभ्यन्तरप्रयत्नः इत्युक्ते विवृतः इत्युक्ते यदि मुखं पूर्णतया उद्घाट्य वदामः, नो चेत् किञ्चिदेव उद्घाट्य उच्चारणं कुर्मः, तद् आभ्यन्तरप्रयत्नः इति वदामः. बाह्यप्रयत्नः इत्युक्ते यत्र अल्पप्राण महाप्राण उदात्त अनुदात्त इति सर्वे आयाति. सावर्ण्यम् इति वक्तुं मुखस्य अन्तः स्थानं समानं भवेत्, अनन्तरं यत्र विवृतः संवृतः इति सर्वे अस्ति खलु, आभ्यप्रयत्नं तदपि समानं भवेत्. बाह्यप्रयत्नम् अत्र न अन्तर्भूतः. तर्हि उदाहरणार्थम् अ आ इति अस्ति, एते अ आपि यदि अनुदात्त वा उदात्त वा भवतु, एते सर्वे किम् अकारः अस्ति चेत्, उदात्त अनुदात्त स्वरित अकारः अस्ति चेत् ते सर्वे तु सवर्णाः इति वक्तुं शक्यते. यद्यपि तेषां बाह्यप्रयत्नाः भिद्यन्ते, तथापि तेषां तु सवर्णम् इति एव वदामः. तथैव अत्र उक्तमस्ति. तर्हि सवर्णम् इति वक्तुं स्थानं समानं भवेत्, अनन्तरम् आभ्यन्तरप्रयत्नमपि समानं भवेत्. बाह्यप्रयत्नं भिन्नमस्ति चेदपि सवर्णमेव भवति. अभवत् वा? अस्तु, इतोपि वक्तव्यं वा? प्रायः अन्यः किमपि कोऽपि वदति चेत् प्रायः पश्यति. विद्याभगिनी महिमा भगिनि. भगिनि, अहम् इदित् विषये किञ्चित् वक्तुम् इच्छामि. इदानीं वदामि वा अग्रे वदामि वा? अधुना वदतु. भगिनी अस्ति वा? क्षम्यतां क्षम्यतां, श्रूयते वा? श्रूयते भगिनी. भवती पठितवती किल अष्टाध्याय.com मध्ये इरित् इरितां समुदायस्य इत्संज्ञा इति इदित्वं नास्ति इति तत्र काशिकाकारस्य वृत्त्यां तत्र अग्रे दत्तमस्ति. इत्संज्ञायां सत्यं गोः पादान्ते इतो अन्तग्रहणम् अनुवर्तयितव्यं तेन तेनान्ते इदितो धातोः गृह्यन्ते. अतः तत्र स्पष्टतया अस्ति अन्ते इति अर्थपूर्णार्थं तत्र अन्ते इदित् अन्ते एव भवति इति पूर्वस्मिन् सूत्रात् आगच्छति अनुवृत्तिः. अत्र इतोपि किञ्चित् पठामि वा? अस्माकं रुदादिगणे एव महोदयेन दत्तमस्ति. अत्र च इदित् धातुः इदितो नुम् धातुः इत्यनेन इदितः धातुः नुम् आगमो भवति. तर्हि कीदृशानां धातूनाम् इदित्वत्वात् नुमागमः इत्यस्य स्पष्टीकरणार्थं काशिकावृत्तौ उच्यते यत् इदितां समुदायस्य इत्संज्ञा महाभाष्यं 1.263 इदित्वं नास्ति. अवयवशोऽपि संज्ञायां सत्यां गोः पादान्ते इतः अन्तग्रहणम् अनुवर्तयितव्यम् तेन अन्ते इदितो धात्वोः गृह्यन्ते. अनेन अन्ते इत्यस्य अनुवृत्तिः इदित् इत्यस्य अर्थबोधनार्थम् उपदेश अवस्थायां धातोः अन्ते इत्संज्ञक ह्रस्व इकारः वर्तते चेतेव इदित् धातुः इत्युच्यते. तर्हि विद्याभगिनी यत् भवती उक्तवती तत् सत्यम् अन्ते एव इकारः भवति इति. उपदेश अवस्थायां धातोः अन्ते इत्संज्ञक ह्रस्व इकारः नास्ति चेत् स च धातुः इदित् नास्ति. अनेन रुधिर् विचिर् दृशिर् एतादृशाः धातवः इदितः न अपि तु इरितः. अधुना स्पष्टम् अभवत्. अग्रे सुब्रह्मण्यं महोदय. यद्यपि कस्यचित् वर्णस्य क्षम्यतां, कुत्र भगिनि कृतवान्? यद्यपि कस्यचित् अवर्णस्य प्रयत्नमिति तत्र यद्यपि कस्यचित् अवर्णस्य उदात्तसंज्ञा कस्यचित् अनुदात्तसंज्ञा तथापि स भेदः केवलं बाह्यप्रयत्नस्य अतः सावर्ण्यविषये नैव आयाति. तथैव क ख ग घ न एतेषां पञ्चानां सवर्णसंज्ञा भवति. यद्यपि ककारस्य बाह्यप्रयत्नः विवारः श्वासः अघोषः अल्पप्राणः च अपि तु घकारस्य बाह्यप्रयत्नः संवारः नादः घोषः महाप्राणः च. नाम द्वयोः वर्णयोः बाह्यप्रयत्नः नितरां भिन्नः. तथापि ककारघकारयोः सवर्णसंज्ञा भवति एव, यतोहि मुखे स्थानं समानं कण्ठः आभ्यन्तरप्रयत्नः समानः स्पृष्टः च. ककारः चकारः इत्यनयोः सवर्णसंज्ञा तु न भवति, यतः यद्यपि आभ्यन्तरप्रयत्नः समानः स्पृष्टः तथापि मुखे स्थानं भिन्नं ककारस्य कण्ठः चकारस्य तालु इति. ककारङ्गकारयोः सवर्णसंज्ञा भवति, यतः मुखे स्थानं समानं कण्ठः आभ्यन्तरप्रयत्नः समानः स्पृष्टः च. तयोः बाह्यप्रयत्नः भिन्नः, यतः ञकारस्य कृते नासिकायाः प्रयोगो भवति. परञ्च स च भेदः मुखात् बहिर्वर्तते, अतोऽत्र अप्रासङ्गिको विषय इति. अकारः ककारः इत्यनयोः सवर्णसंज्ञा भवति वा? नैव. द्वयोस्थानं समानं, परन्तु आभ्यन्तरप्रयत्नः भिन्नः, अकारस्य विवृतः, ककारस्य स्पृष्टः इति. इदानीं भवती यदुक्तवती तदेव अत्र दत्तमस्ति. सावर्ण्यार्थम् अत्र प्रथमं मुखस्य अन्ते स्थानं किम्, उच्चारणस्थानं किम्, अपि च आभ्यन्तरप्रयत्नः कः इति द्वयोः द्रक्ष्यामः. बाह्यप्रयत्नः इति तु अस्मिन् विषये न आगच्छति एव. अत्र उदाहरणानि अपि दत्तानि, यथा अत्र अकारः प्रथमं तु अत्र कवर्गीयव्यञ्जनानां पञ्चानां तु सवर्णसंज्ञा भवति. यद्यपि अत्र ककारस्य घकारस्य बाह्यप्रयत्नः प्रयत्नाः भिन्नाः, परन्तु द्वयोः उच्चारणस्थानमस्ति कण्ठः, अपि च आभ्यन्तरप्रयत्नः अस्ति स्पृष्टः. अतः ककार अपि च घकारस्य द्वयोः सावर्ण्यं भवति इति. परन्तु ककार अपि च चकारस्य द्वयोः सावर्ण्यं न भवति. किमर्थमित्युक्ते अत्र उच्चारणस्थानं यद्यपि आभ्यन्तरप्रयत्नः समानः स्पृष्टः इति, परन्तु अत्र मुखे स्थानं समानं नास्ति. ककारस्य कण्ठः अपि चकारस्य तालुः, अतः द्वयोः सावर्ण्यं न भवति इति अस्ति. अपि च अन्यत् उदाहरणमस्ति अत्र अकार अपि च ककारः. अकारस्य ककारस्य द्वयोः सवर्णसंज्ञा न भवति. किमर्थमित्युक्ते अत्र द्वयोः आभ्यन्तरप्रयत्नः भिन्नः, अकारस्य विवृतः, ककारस्य स्पृष्टः. यद्यपि द्वयोः मुखे स्थानं समानम् अस्ति. आहत्य अत्र सावर्ण्यार्थम् अत्र वयं किं द्रक्ष्यामः इत्युक्ते, प्रथमं मुखे उच्चारणस्थानं किम् इति, तदनन्तरम् आभ्यन्तरप्रयत्नः कः इति. अत्र द्वयोः अपि साम्यमस्ति चेत् तर्हि वर्णयोः वर्णद्वयं सावर्ण्यवर्णः इति वक्तुं शक्नुमः. अत्र बाह्यप्रयत्नस्य विषयः तु न स्वीकरणीयः. अत्र सारांशः एवं यत् तकारतकारयोः सावर्ण्यम् अस्ति, अतः अधः स्थिते उदाहरणे तकारस्य विकल्पेन लोपो भवति. छिन्दियोगः तः तत्र करीच इत्यनेन तत्र मूले छिन्द् नकारः अस्ति, तत्र छिन्दियोगः तः तत्र प्रथमं नश्चापदान्तस्य जलि इत्यनेन नकारः अनुस्वारः भवति. अनन्तरं खरीच इत्यनेन तकारः भवति. अनन्तरं अनुस्वारस्य ययि परसवर्णः इत्यनेन पुनः अनुस्वारः तवर्गस्य पञ्चमवर्णः आगच्छति, छिन्त् योगः तः. इदानीं तत्र रूपद्वयं सम्भवति झरोझरि सवर्णे इति सूत्रेण. किमर्थं प्रथमरूपम् अस्ति छिन्तः इति, द्वितीयरूपमस्ति छिन्तः. तत्र द्वितीयरूपं यत्र जरोझरि सवर्णे इत्यनेन विकल्पेन रूपम् आगच्छति, तत्तु तत्र छिन्न तत्र नकारः अस्ति, अनन्तरं तकारः, अनन्तरं तकारः हल् नकारः हल् वर्णः, अनन्तरं तकारः जर् वर्णः, सवर्णे झरि परे, अतः तकारः सवर्णझर् वर्णः. अत्र तकारतकारयोः सावर्ण्यमस्ति. किमर्थम् इत्युक्ते स्थानतुल्यमस्ति, अपि च आभ्यन्तरप्रयत्नः अपि समानः. अतः तत्र प्रथमतकारः लोपः भवति विकल्पेन, अतः रूपद्वयं चिन्तः अथवा चिन्तः इति रूपद्वयम्. अग्रे फ फ भ इति अस्ति चेत् तत्र करीच इत्यनेन प्रथमवर्णादेशः पकारः, करीच इत्यनेन प्रथमादेशो भवति. प्रत्यये आदौ स्थितस्य थ थ इत्यनयोः कोऽपि विकारः नास्ति, यथा छोप् योगः ता. अत्र केवलं करीच इत्यनेन पकारस्य पकारादेशः छोप्ता, तेप् योगः ता, पुनः करीच इत्यनेन थेप्ता. अनन्तरम् इदानीं धात्वान्ते वर्गस्य चतुर्थवर्णः अपि च प्रत्ययादौ थ थ वा चेत् कार्यद्वयं वर्तते. धातोः अन्तिमवर्णः वर्गस्य चतुर्थसदस्यः चेत् झषन्तधातुः इति उच्यते. अत्र झषन्तधातुभ्यः तादि थादि च प्रत्ययानां योजनविधिः. इदानीम् अत्र धातोः अन्ते चतुर्थवर्णः अस्ति चेत् तत्र विशेषकार्यं भवति. अत्र सूत्रमस्ति, यद्यपि तत्र खरीच इत्यस्य प्रसक्तिः अस्ति, परन्तु अत्र झषस्ततोर्धोदः इति विशेषसूत्रं, झषस्ततोर्धोदः इति इत्यनेन प्रत्यय आदौ थ थ इत्यनयोः स्थाने दकारादेशो भवति. झषस्ततोर्धोदः इति सूत्रं, झष् उत्तरस्य तकारत्तकारयोः स्थाने दकारादेशो भवति धा धातुं वर्जयित्वा. तश्च त च तथौ इतरेतरद्वन्द्वः तयोः ततोः तकारोत्तर अकारः उच्चारणार्थम् अस्ति. अग्रे दः इत्यस्य दकारोत्तर अकारः अपि तथा, न धा अधा नै तत्पुरुषः तस्मात् अधः. जशः पञ्चम्यन्तं, ततोः षष्ट्यन्तं, दः प्रथमान्तम्, अधः पञ्चम्यन्तम्. अनेकपदमिदं सूत्रं, सूत्रं स्वयं सम्पूर्णं. चषः ततोः दः अधः. अत्र यदि धातोः अन्ते चतुर्थवर्णः, वर्गस्य चतुर्थवर्णः अस्ति चेत् अग्रे यदि तकारः तकारादिप्रत्ययः अस्ति चेत् तत्र चषस्ततोर्धोदः इति सूत्रं. सूत्रं वदति झष् उत्तरस्य तकारतकारयोः स्थाने धकारादेशः भवति. इत्युक्ते यदि झष् वर्णः धातोः अन्ते अस्ति, अनन्तरं यदि तकारतकारप्रत्ययः अस्ति चेत् तर्हि तकारादिप्रत्ययानां स्थाने तत्र तकारतकारयोः स्थाने धकार आदेशः भवति. परन्तु धा धातुः अस्ति चेत् तत्र तथा न भवति. अनुवृत्तिसहितसूत्रं, झषः ततोः दः अधः. झषः इति पञ्चम्यान्तम् इत्युक्ते तत्र परकार्यं, ततोः इति षष्ट्यन्तं स्थाने, तकारतकारयोः स्थाने दः, दः इति प्रथमान्तम् आदेशः, अधः अधः इति पञ्चम्यान्तम् इत्युक्ते कीदृशझषः इत्युक्ते अधः झषः इत्युक्ते यत्र धा धातुः नास्ति तत्र इति अस्ति सूत्रम्. क्षम्यतां, शुक्रवर्णम् क्षम्यताम्. अहं पठामि भगिनि, एकनिमिषं भगिनि. तदा जलां झषि इत्यनेन धात्वन्ते चतुर्थवर्णस्य स्थाने तृतीयादेशः भवति. जलां झषि, जलां स्थाने झषादेशः भवति झषि परे. स्थानेऽन्तरतमः इत्यनेन झष् वर्णेषु वर्णनिर्धारणं, झलां षष्ट्यन्तं, झषः प्रथमान्तं, झषि सप्तम्यन्तं, त्रिपदमिदं सूत्रं. झष् प्रत्याहारे वर्गाणां तृतीयचतुर्थाः च वर्णाः अन्तर्भूताः, तयोर्यवा तयोर्यवावचि संहितायाम् इत्यस्मात् संहितायां तस्य अधिकारः अनिवृत्तिसहितसूत्रं झलां झषि संहितायाम् इति जलः स्थाने झष् आदेशः भवति झषि परे इति एव सूत्रं वदति. उदाहरणार्थं दोघ् योगः ति झषन्तस्ततोर्धोर्धः इत्यनेन प्रत्यये स्थितस्य तकारस्य स्थाने धकारादेशः प्रथमं भवति. तदनन्तरं धोग् दोघ् योगः धि इति स्थितौ जलां झलां झष् झषि इत्यनेन धात्वन्ते चतुर्थवर्णस्य स्थाने तृतीयादेशः भवति. घकारस्य स्थाने गकारादेशः अल्पप्राणगकारादेशः भवति. दोग् योगः धि दोग्धि इति रूपं भवति. एवमेव लालभ् योगः ति लालभ् योगः धि इति भवति. झषस्ततोर्धोर्धः इति सूत्रेण तकारस्य धकारादेशः भवति. अपि च झलां झष् झषि इत्यनेन भकारस्य स्थाने भकारादेशः भूत्वा लालब्धि इति अन्तिमरूपम्. एवमेव ऋणद् योगः ति ऋणद्योगः धि झषस्ततोर्धोर्धः इति सूत्रेण अपि च धकारस्य स्थाने धकारादेशः भवति. ऋणद्योगः धि ऋणद्धि इति जर्झर्ज् योगः ति तत्र अन्ते जकारः अस्ति इति कृत्वा चोहोकुः इत्यनेन प्रथमं कुत्वं भवति जजर्घ् योगः ति. तदनन्तरं झषस्ततोर्धोर्धः इति सूत्रेण तकारस्य धकारादेशः भवति. जजर्घ् योगः धि इदानीं जलां झष् झषि इत्यनेन घकारस्य स्थाने घकारादेशः भवति. जजर्घ् योगः धि जजर्घ् जजर्घ् धि इति अन्तिमरूपम्. धन्यवादः. भगिनी एकः प्रश्नः, दोग् योगः धि अस्ति तत्र एकाचु बशो बश् कार्यं न करोति वा? न करोति. निमित्तं सकारे परे द्वशब्दे परे पदान्ते अत्र ती अस्ति. अस्तु, धन्यवादः. नकारान्तमकारान्तधातुभ्यः सकारादिथकारादिप्रत्ययानां योजनविधिः. नकारान्तधातुः मकारान्तधातुः वा चेत् स च धातुः अनुनासिकधातुरिति उच्यते. अत्र सोपानत्रयं वर्तते. सर्वप्रथमं स च तकारादिप्रत्ययः थकारादिप्रत्ययः कित् ङित् वा अस्ति न वा इति निर्णेतव्यम्. कित् ङित् प्रत्ययाः यथा त तवतु तिन् तः नाम तत्र केवलं तस् तस् अपि सार्वधातुकम् अतः ङित्वत् भवति. द्वितीयमस्ति कित् ङित् भिन्नाः यथा तुमुन्तव्यति आदयः. तकारादि थकारादिप्रत्ययः कित् ङित् चेत् द्वितीयसोपानम् आरोढव्यं. तकारादि थकारादिः प्रत्ययः कित् ङित् नास्ति चेत् साक्षात् तृतीयं सोपानं गन्तव्यं. तर्हि यत्र यत्र नकारान्त वा मकारान्त अनुनासिक धातुः भवति तत्र सोपानत्रयम् अस्ति. प्रथमसोपाने वयं द्रष्टव्यं यत्र तकारादि थकारादिप्रत्ययः कित् अस्ति वा ङित् अस्ति वा इति. कित् इत्युक्ते इक्तरूपं तवतु रूपम् इक्तिन्तः तत्र त तवतु किन्तु कित् अस्ति परन्तु तस्तु ङित् अस्ति यतोहि तत्र अपि सार्वधातुकम् इति कृत्वा ङित्वद् भवति. अपि च यदि कित् वा ङित् वा नास्ति तत्र प्रत्ययः तुमुन्तव्यति तृचिति रूपाणि भवन्ति ते स्वीकरणीयं. तस्य निर्णयं प्रथमं करणीयम् इति. यदि प्रत्ययः कित् वा ङित् वा अस्ति तर्हि द्वितीय सोपानं स्वीकरणीयं. द्वितीयसोपानम् अस्ति तकारादि थकारादि प्रत्ययः कित्निति चेत् अधस्तनम् अङ्गकार्यं करणीयम्. सामान्यनियमः अस्ति अनुनासिकस्य क्वीजलोः मिति इत्यनेन जलादि कित्निति प्रत्यये परे अनुनासिकधातोः उपधायाः दीर्घत्वं भवति इति. यत्र यत्र नकारादि मकारादि धातवः सन्ति अपि च तत्र प्रत्ययः यदि कित् वा मित् अस्ति चेत् तत्र प्रथमं द्वितीय सोपानं स्वीकरणीयम् अपि च तत्र अङ्गकार्यं प्रथमं निर्मातव्यं. सूत्रमस्ति तस्य कृते अनुनासिकस्य क्विजलोः मिति इति. अनुनासिकस्य क्विजलोः मिति इति सूत्रं प्रथमं पठामि महोदय. अनुनासिकान्तङ्गस्य उपधायाः दीर्घादेशो भवति क्वी च जलादि कित्निति प्रत्यये परे. अनुनासिक अनुवृत्तिसहितसूत्रम् अस्ति अनुनासिकस्य अङ्गस्य उपधायाः दीर्घः क्विजलोः ङिति इति. तर्हि यत्र यत्र अनुनासिक अङ्गमस्ति तत्र उपधायां स्थितस्य ह्रस्ववर्णस्य दीर्घः भवति. निमित्तानि सन्ति क्वि प्रत्यये परे तत्र क्विप् क्विन् इति प्रत्ययः भवतः इति मन्ये. अपि च यत्र कित् कित् प्रत्ययः आदौ झल् वर्णः अस्ति चेत् तत्रापि अस्य सूत्रस्य प्रसक्तिः भवति इति. तत्र उपधायां स्थितस्य वर्णस्य दीर्घः भवति इति. दृष्टान्तेन अत्र दत्तं शम् अपि वम् इति. शम् धातुः अनुनासिकः अस्ति तस्य परे इक्तः प्रत्ययं स्वीकुर्मः चेत् तत् कित् अस्ति इति कृत्वा जलादिः अस्ति अपि च कित् अस्ति इति कृत्वा तस्य उपधायां स्थितस्य ह्रस्व आकारस्य दीर्घं भूत्वा श्याम् इति आगच्छति. श्याम् योगः ककारः तु लशक्व तदिति अनेन लोपः भवति. श्याम् योगः त शान्त इति रूपम् आयाति. तत्र मकारस्य नकारः भवति नश्चापदान्तस्य झलि अपि च अनुस्वारस्य परसवर्णः कारणेन अपदान्ते अस्ति इति कृत्वा शान्त इति रूपम् आगच्छति. तथैव वं योगः इक्त तत्रापि उपधायां स्थितस्य ह्रस्वाकारस्य दीर्घः भूत्वा वां योगः त वान्त इति रूपम् आगच्छति. हल् सन्धिपरे क्वि इत्यस्य प्रसङ्गः नास्ति. तत् तथैव न हल् सन्धिपाके इति. आम् आम्. किन्तु तस्य दृष्टान्तः दास्यते येन पूर्णसूत्रार्थः स्पष्टः स्यात्. केचन प्रत्ययाः सन्ति ये यदा प्रातिपदिकेभ्यः सुबन्तेभ्यः च विधीयन्ते तदा नामधातुः निष्पद्यते. येषु क्विप् प्रत्ययः अन्यतमः. क्विप् प्रत्ययस्य सर्वापहारलोपः भवति, नाम पूर्णप्रत्ययस्य लोपः. ककारः लष्कदिते इत्यनेन, पकारः हलन्त्यम् इत्यनेन तयोः इत्संज्ञा भवति, तदा तस्य लोपः इति सूत्रेण लोपः. इकारः केवलम् उच्चारणार्थं क्वि, तदा वकारः एकाकी तस्य च वेरपृक्तस्य इत्यनेन लोपः. तदानीं किमपि नावशिष्यते, किन्तु प्रत्ययलोपे प्रत्ययलक्षणम् इत्यनेन तस्य लक्षणं भवति एव. अतः यद्यपि तस्य लोपो जातः किञ्च किञ्च क्वि परे अस्ति चेत् अस्ति इति बुध्यते. अत्र हल्सन्धिपाठे क्वि इत्यस्य प्रसङ्गः नास्ति, किन्तु तस्य तत् पश्यन्ते चेत् पश्यन्ते न अत्र तु लटि लोटि इत्येव रूपं पश्यामः खलु. क्वि इति अत्र प्रसङ्गः न भवति, अत्र सूत्रे क्विजलोः इति अस्ति खलु. भगिनि प्रयत्नं करोमि. आमां करोतु. तत् वदनेन पूर्णसूत्रार्थम् अर्थः स्पष्टः नास्ति नास्ति न स्पष्टः तस्य दृष्टान्तं दास्यते येन तत् द्रष्टुमेव पूर्णसूत्रार्थः स्पष्टः भवति. केचन प्रत्ययाः सन्ति ये यदा प्रातिपदिकेभ्यः सुबन्तेभ्यः च विधीयन्ते तदा नामधातुः निष्पद्यन्ते. तत् इदं सुबन्धः अस्ति न तथैव उच्यते. तत्तु नामधातु इति इति वक्तुं क्वि प्रत्ययः अन्यतमः तत् न जानामि अन्यतमः किं न जानामि. क्वि प्रत्ययस्य सर्वापहारलोपः भवति. तत्तु ककारः लषक्व तद्दिते इत्यनेन ककारः लोपः, पकारः हलन्त्यम् इत्यनेन इत्संज्ञा भवति, तदा तस्य लोपः इति सूत्रेण लोपः लोपः. इकारः तु तत् क्व इति बोधनेन क्वि इति आयाति, इकारः आयाति, तदा वकारः तु तिष्ठति. तस्य वेरपृक्तस्य तत् न जानामि कथं वेरपृक्तस्य इत्यनेन वकारः तु लोपः भवति. तदानीं किमपि क्विपतेयस्य किमपि नास्ति, तथैव इदं तु इदम् एव तिष्ठति. आं भगिनि धन्यवादः. भगिनि अत्र किम् उक्तमासीत् इत्युक्ते खलु क्वि प्रत्ययः अन्यतमः इति अस्ति खलु इत्युक्ते किं क्वि प्रत्ययः क्षम्यतां क्वि प्रत्ययः अपि तादृश एकः प्रत्ययः यत् प्रातिपदिकेभ्यः च सुबन्तेभ्यः च विधीयते तदा नामधातुः निष्पादयति तादृशप्रत्ययः इति. वेरपृक्तस्य इत्युक्ते यत्र अपृक्तवकारप्रत्ययः अस्ति चेत् तस्य लोपः इति सूत्रं भवति. अपृक्तवकारस्य वप्रत्ययस्य व इति प्रत्ययस्य अपृक्त इत्युक्ते एकमेव वर्णः अस्ति, व इति एव अवशिष्यते चेत् तस्य लोपः भवति इति. अन्यतमः इत्युक्ते तदपि एकः इति बहुषु एकः इति बहुष एकः बहु प्रत्ययः तादृशाः सन्ति तेषु एकः इति सूक्ष्मतया. धन्यवादः. सरला भगिनी उदाहरणं दत्तमस्ति इदं योग क्वित् क्विपि इत्यस्य सर्वपाहारलोप इदम् अनुनासिकस्य क्वि झलोङिति इत्यनेन अनुनासिकाताङ्गस्य उपधाया दीर्घादेश इदां सनाद्यन्ता धातव इत्यनेन तस्य धातुसंज्ञा लटि इदां शप् योगत्य योग इदामति हि बिहेव्स् लैक् दिस् वन् इदम् इति प्रातिपदकं नामपदं सर्वनामपदम् अस्ति क्विप् प्रत्यय तस्य पूर्णतया लोप भवति लशकुवत्तत्ते इति सूत्रेण ककारस्य लोप भवति हलन्त्य इति सूत्रेण पकारस्य लोप भवति वेदपृथक्स्य इति सूत्रेण वकारस्य लोप भवति इकार केवलम् उच्चारणार्थम् अस्ति इदम् इति शिष्यते किन्तु प्रत्ययलोपे प्रत्ययलक्षणम् इति सूत्रेण लक्ष्यम् इति भवति अनुनासिकस्य क्वि झलोगिति इति सूत्रेण निमित्तम् अस्ति इदम् अकार अनुनासिक अन्ते अस्ति तस्य परे क्वि क्वि प्रत्यय आगच्छति तत्र मकारस्य आदौ वर्णः अस्ति तस्य दीर्घादेशः भवति उपधायां सो इदाम् इति भवति सनाद्यन्त इत्यनेन तस्य धातुसंज्ञा भवति लति भवति इदां योग शप् योगतिप् इदामति इति निष्पन्नं भवति तथैव द्वितीय उदाहरणमस्ति राजन्योग क्विप् पुनः क्विप् इति सर्वपहारलोपः भवति राजन् अनुनासिकस्य क्वि झलोङिति इत्यनेन अत्र अपि नकार अन्तिम धातोः अन्तिम अस्ति तस्य प्रत्ययालोपे प्रत्ययलक्षणं क्विप् झल् पूर्णतया लोपः भवति तस्य प्रत्ययलक्षणं भवति इति कारणे नकारस्य आदौ अकारः अस्ति तस्य दीर्घादेशः भवति राजान् इति भवति सनाद्यन्ता धातव तस्य धातुसंज्ञा भवति लति राजान् योग शप् योगत्य राजानति इति निष्पन्नं भवति हि बिहेव् लैक् किङ्ग् इति धन्यवादः भगिनि सुब्रह्मण्यं विशेषनियमः अनुदात्तोपदेशवनति तनोत्यादीनाम् अनुनासिकलोपो झलि ज्ञेति वन् धातोः अनुनासिकान्त अनुदात्तोपदेशधातोः अनुनासिकान्ततनादिधातोः अनुनासिकस्य लोपो भवति झलादि कित् नित् प्रत्यये परे अनुदात्तः उपदेशे येषान्ते अनुदात्तोपदेशाः बहुव्रीहिः तनोतिः आदिः येषान्ते तनोत्यादयः बहुव्रीहिः अनुदात्तोपदेशाश्च वनतिश्च तनोत्यादयश्च तेषामितरेतरद्वन्द्वः अनुदात्तोपदेशवनतितनोत्यादयः तेषाम् अनुदात्तोपदेशवनतितनोत्यादीनां क च ञ च तयोरितरेतरद्वन्द्वः ज्ञौ तौ इतौ यस्य तत् क्नित् तस्मिन् क्नेति अनुदात्तोपदेशवनतितनोत्यादीनां षष्ठ्यन्तम् अनुनासिक इति लुप्तषष्ठीकं पदम् लोपः प्रथमान्तं झलि सप्तम्यन्तं क्निति सप्तम्यन्तम् अनेकपदमिदं सूत्रम् अङ्गस्य इत्यस्य अधिकारः येन विधिस्तदन्तस्य इत्यनेन तादृशम् अङ्गं यस्य अन्ते अनुनासिकवर्णः अस्ति वनतिं विहाय अनुनासिक इति पदं सर्वेषां विशेषणम् अलोन्त्यस्य इत्यनेन अन्ते स्थितस्य अनुनासिकवर्णस्य लोपः यस्मिन् विधिस्तदादवल्ग्रहणे वार्तिकमित्यनेन झलि क्निति इत्युक्तौ झलादौ क्निति तादृशप्रत्ययः यस्य आदौ झल् स्यात् अनुवृत्तिसहितसूत्रम् अनुनासिक अनुदात्तोपदेशवनतितनोत्यादीनाम् अङ्गस्य लोपः झलि क्नेति अत्र सूत्रमस्ति वन्धातोः अपि च अनुनासिकान्त अनुदात्तोपदेशधातोः अपि च अनुनासिकान्ततनादिधातोः यः अनुनासिकवर्णः अस्ति इत्युक्ते अन्तिम अनुनासिक अन्ते यः धातोः अन्ते अनुनासिकवर्णः अस्ति तस्य लोपः भवति निमित्तमस्ति झलादिकित् नित् प्रत्ययः परः अस्ति चेत् इति अस्ति अत्र अग्रे अपि पठामि वा भगिनि अनेन आहत्य पञ्चदशधातवः निर्दिष्टाः वन् धातुः भ्वादिगणे अनुनासिकान्त अनुदात्तोपदेशधातवः यं रं नं गं हन् मन् अनुनासिकान्ततनादिधातवः तनु क्षिणु क्षणु ऋण तृण घृण वनु मनु येषु धातुषु मन् धातुः दिवादिगणे अस्ति हन् धातुः अदादिगणे अस्ति अष्टधातवः तनादिगणे सन्ति अवशिष्टाः भ्वादौ एव येषां धातूनाम् अन्ते स्थितस्य अनुनासिकस्य लोपो भवति झलादि कित् नित् प्रत्यये परे यथा हन् योगः तः अत्र हन् इति निर्दिष्टधातुः अस्ति तत्तु अनुनासिकान्त अनुदात्तोपदेशधातुः अन्ते अनुनासिकवर्णः अस्ति नकारः अपि च अनन्तरं तः इति झलादि नित् प्रत्ययः अतः अत्र अनुनासिकस्य लोपः भवति भूत्वा हतः इति रूपं निष्पन्नं भवति तथा एव हन् योगः तः समानकार्यं हतः गं योगः तः अत्र प्रायः तः इति झलादिकित् प्रत्ययः पूर्वम् अत्र गम् इति अस्ति अत्र अनुनासिकवर्णः अन्ते अस्ति भूत्वा अत्र तदपि अनुनासिकान्त अनुदात्तोपदेशधातुः अत्रापि मकारस्य लोपः भूत्वा गतः इति रूपं निष्पन्नं भवति तथा एव जङ्गं योगः थः इदानीं थः इति प्रायः नित् प्रत्यय अस्ति वा भगिनि अथवा नित् एव अस्ति अत्र अपित्वात् नित् भवति अतः अत्र मकारस्य लोपः भूत्वा जङ्गथः मन् योगः तः अत्र तः इति कित् अस्ति झलादि कित् प्रत्ययः अपि च नकारः अनुनासिकवर्णः मन् इति अस्ति अत्र अनुनासिकान्त अनुदात्तोपदेशधातुः मतः इति भवति तथा एव तन्योगः तः तन्तु प्रायः अत्र अनुनासिकान्त तनादिधातुः तः इति कित् अस्ति नकारस्य लोपः भूत्वा ततः तथा एव रं योगः तः रतः यं योगः तः यतः एतावत्पर्यन्तं दृष्टवान् धन्यवादः अग्रिमसप्ताहे भवानेव चालयति खलु प्रायः अहं भवामि किन्तु सिद्धां कर्तुं किञ्चित् बहिः गत्वा किञ्चित् प्रायः विलम्बेन आगच्छामि भगिनि प्रश्नं पृष्टं करपत्र त्वं परीक्षा दीयते न तत्र आगच्छति वा तत् मुद्रणस्य मुद्रणं स्थगयामि